पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 15 सोमशर्मोवाच पापिनां मरणं भद्रे कीदृशैर्लक्षणायुर्युधं तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भामिनि सुमनोवाच श्रूयतामभिधास्यामि तस्मात् सिद्धाच्छ्रुतं मया पापिनां मरणे कान्द यादृशं लिङ्गमेव च महापादकिनां चैव स्थानं चेष्टां वदाम्यहं विन्मूत्रां मेध्यसंयुक्तां भूमिं पापसमन्वितां सदां प्राप्य सुदुष्टात्मा प्राणान् दुःखेन मुञ्चति चाण्डालभूमिं सम्प्राप्य मरणं व्याधि दुःस्थितः गर्दभाचरितां भूमिं वेश्याग्गेहं समाश्रितः कल्पपालगृहं गत्वा निधनायोपगच्छति अस्ति चर्म नखैपूर्णमाश्रितं पापकिल्बिषैः सम्प्राप्य च स दुष्टात्मा मृत्युं व्याधि सुनिश्चितम् अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छतां भैरवान् दारुणान् घोरानदि कृष्णान् महोदरान् पिङ्गाक्षान् पीतनीलांश्च अधिश्वेतान्महोदरान् अत्युच्चान्विकरालांश्च शुष्कमांसवसोपमन् रौद्रदंष्ट्रान् करालांश्च सिंहास्यान् सर्पहस्तकान् स तान् दृष्ट्वा प्रकम्पेदखिद्यते च मुहुर्मुहुः शिवा संनादवद्घोरान्महारावान्महामते मुञ्चन्ति दूतकाः सर्वे कर्णमूले दूतस्य हि गले पाश्चाय् प्रबुद्ध्वा ते कडिं बद्ध्वा तथोदरे समाधृश्य निपात्यन्ते काखेदि वदते मुहुः म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहं परद्रव्यापहरणं परभार्या विडम्बनं ऋणं परस्य सर्वस्वं गृहीतं यत्तु पापिभिः पुनर्नैव प्रदत्तं हि लोभास्वादविमोहतः अन्यदेवं महापापं कुप्रतिग्रहमेव च कण्ठमायान्ति ते सर्वे म्रियमाणस्य तस्य च यानि कानि च पापानि पूर्वमेव कृतानि च आयान्ति कण्ठमूलं ते महापापस्य नान्यथा दुःखमुत्पादयन्त्येदे कफबन्धेन दारुणम् पीडाभिर्दारुणाभिस्तु कण्ठो खुरखुरायते रोदते कम्पतेत्यर्थं मातरं पितरं पुनः स्मरते भ्रातरं तत्र भार्यां पुत्रान् पुनः पुनः पुनर्विस्मरणं व्याधि महापापेन मोहितः तस्य प्राणानगच्छन्ति बहुपीडासमाकुलाः पतते कम्पते चैव मूर्च्छते च पुनः पुनः एवं पीडासमयुक्तो दुःखं भुङ्क्तेति मोहितः तस्य प्राणास्सु दुःखेन महाकष्टैः प्रचालिताः अपानमार्गमाश्रित्य शृणुकान्तप्रयान्दिते एवं प्राणीमहामुग्धो लोभमोहसमन्वितः नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम्। इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुमनोपाख्याने पापमरणविवक्षा नाम पञ्चदशोऽध्यायः। ॐ नमः कपिलविप्राय हयग्रीवाय ते नमः, नमो व्यासस्वरूपाय नमः सर्वमयाय ते। एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनं गुणानां तु परं पारं ब्रह्म वेत्ति न पावन न चैव स्तोतुं सर्वज्ञस्तथा रुद्रसहस्रदृक् वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो। निर्गुणं सगुणं स्तोत्रं मयैव तव केशव, क्षमशब्दापशब्दं मे तव दासोऽस्मि सुव्रत। जन्मजन्मनि लोकेश दयां मे कुरु पावन। यदि श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायाम् ऐन्द्रे सुमनोपाख्याने एकोनविंशोऽध्यायः। ॐ